सर्वेषां गीतासोपानवाक्यं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः. भगिनी एकवारं सुभाषितं स्मारयतु. गुरुभ्यो नमः. विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशःसुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या विहीन पशुः. हरि ओं. गुरुभ्यो नमः. धन्यवादः भगिनि. धन्यवादाः. अस्माकं विषयः उपसर्गाः. उपसर्गाः इति विषयः समाप्यमानः अस्ति. केवलम् अन्तिम अभ्यासः एव अस्ति. अन्तिमाभ्यासं कुर्मः अद्य. अतः सप्तनवतितमं पुटं पश्यन्तु. तस्मात् पूर्वं गते सप्ताहे कानिचन करपत्राणि मया प्रेषितानि, भवद्भ्यः प्रेषितानि. उपपदसमासस्य उदाहरणानि प्रेषितानि. किमर्थं चेत् भास्करः इति पदमागतम् अस्माकं वर्गे. भास्करः इति पदे उपपदसमासः अस्ति. दिवाकरः इत्युक्ते दिवसं करोति इति दिवाकरः. विभाकरः विभां करोति विभाकरः. किङ्करः किमपि करोति. तत्र किं करोति इति किङ्करः. किमपि करोति सः किङ्करः. किङ्करः इत्यस्मिन् पदे अपि उपपदसमासः अस्ति. निशाकरः निशां करोति. कर्मकरः कर्म करोति इति कर्मकरः. किन्तु तत्र कर्मकारः इति पदमपि अस्ति. तयोर्भेदः कः इत्युक्ते वेतनं स्वीकृत्य अथवा भृतिं स्वीकृत्य यः कार्यं करोति, यः कर्म करोति, सः कर्मकरः. वेतनं विना भृतिं विना यः कर्म करोति सः कर्मकारः. शुभदः इत्यादिषु बहुषु पदेषु, वरदः सुखदः धनदः इत्यादिषु पदेषु उपपदसमासः अस्ति. तत्र उपपदसमासः इत्युक्ते तत्पुरुषसमासस्य प्रभेदः. बहूनि पदानि मया दृष्टानि, तदर्थं प्रेषितवती. सरोजं पङ्कजम् इत्यादीनि पदानि अपि उपपदतत्पुरुषसमासस्य उदाहरणानि एव. एकवारं पठन्तु. तत्र बहु किमपि अस्ति. अपि च कर्मकरः कर्मकारः तयोर्मध्ये भेदः अस्ति इति अहम् उक्तवती. तत्र कर्मणि भृतौ इति एकं सूत्रमेव अस्ति. कर्मकारः इति पदम् अवगन्तुम् एकं सूत्रमस्ति. कर्मणि भृतौ इति सूत्रेण वेतनं विना यः कर्म करोति सः कर्मकारः. भासते भाषते भाति इमानि त्रीणि भिन्नानि भिन्नानि क्रियापदानि. तत्र भाति अदादिगणे अस्ति. भासते भ्वादिगणे एव अस्ति. भाति भासति. तत्र अर्थः समानः. किन्तु भाषते इति भिन्नं पदं. भाषते इत्युक्ते वदति इत्यस्मिन् अर्थे अस्ति. इदानीं वयम् अन्तिम अभ्यासं प्रति गच्छेम. सर्वे अन्तिमम् अभ्यासं पश्यन्तु. सप्तनवतितमं पुटं पश्यन्तु. पञ्चमः अभ्यासः अस्ति. इदानीं सुजाता भगिनी आरम्भं करोतु. आं भगिनि, नमस्ते. उपसर्गयुक्तौ तवतु प्रत्ययान्तरूपैः पुंलिङ्गे वाक्यानि रचयत. उपसर्गयुक्तौ तृतीयविभक्ति बहुवचनमस्ति. त्ववतु प्रत्ययान्तरूपैः तदपि तृतीयविभक्ति बहुवचनमस्ति. विशेषणविशेष्यसम्बन्धः अस्ति. पुंलिङ्गे सप्तमी विभक्ति अस्ति. वाक्यानि रचयत. वाक्यानि नपुंसकलिङ्गे बहुवचनमस्ति. रचयत रचयता लोट्लकारः लोट्लकारः बहुवचनम् अस्ति. मध्यमपुरुष मध्यमपुरुष बहुवचनम् अस्ति. अत्र वाक्यानि इति पदमस्ति खलु, तस्य विभक्तिः का? वाक्यं वाक्यौ वाक्यानि. तत्र नपुंसकलिङ्गपदमस्ति इति कृत्वा वाक्यं वाक्ये वाक्यानि वाक्यानि. आम् आम् आं भगिनि. अत्र द्वितीया विभक्त्या अस्ति ए स्त्री. अत्र अणत्वं किमर्थं नास्ति? वाक्यानि अकारत्व अस्ति, निमित्तमेव नास्ति खलु. नास्ति रेफः या शकारः अस्ति चेत् नत्वं भवति. निमित्तमेव नास्ति, तदर्थं णत्वं न भवति. रचयत इति पदमस्ति खलु, तत्र रचयत इति चुरादिगणीयक्रियापदमस्ति. तत्र रच इति धातोः मूलरूपमस्ति. रच इति धातुतः चुरादिगणीयधातुः अस्ति इति कारणतः णिच् योजनेन रचि भवति. तत्र अकारलोपः भवति, अकारलोपः भूत्वा रच् भवति. इत्युक्ते चुरादिगणीय केषुचित् धातुषु एतादृशं कार्यं भवति, अतोलोपः इति सूत्रेण तत्र अकारस्य लोपः भूत्वा रच् भवति. आदौ धातोः रूपं रच, किन्तु अकारलोपः अतोलोपः सूत्रेण भवति, तेन रच् भवति. णिच् योजनेन रचि भवति, तस्मात् कार्यं तत्र सरलमेव, रचयति इति रूपं सिद्ध्यति. केवलम् अकारान्तधातूनां प्रसङ्गे एव पश्यन्तु, अकारान्तधातूनां प्रसङ्गे एव आर्धधातुकप्रत्यये परे एव एतादृशं कार्यं भवति. अत्र आर्धधातुकप्रत्ययः णिच् अस्ति, णिच् परे एव अकारस्य लोपः भवति इति कृत्वा रचयत इति रूपं तत्र सिद्ध्यति. प्रथमं वाक्यं करोतु. भीमः दुर्योधनं गदया प्रा उपसर्ग अस्ति हृधातुः प्रहृतवान्. उत्तमम्. भीमः दुर्योधनं कर्मपदमस्ति. गदया तृतीया चतुर्थी विभक्ति न तृतीया विभक्त्याम्. अत्र प्रथमान्तं पदं किं? भीमः. भीमः अपि च गदया इति पदस्य प्रथमान्तं किं? गदः. न गदया इदं पदं लता शब्दवत् अस्ति खलु. लतया स्त्रीलिङ्गम् अस्ति. प्रथमान्तं पदं किं? गदा. अत्र भीमः इति पदमस्ति खलु, अहं शब्दकोशं दृष्टवती, तदर्थं वदन्ती अस्मि. भीमः इति पदमस्ति खलु, तस्य अर्थः कः इत्युक्ते बिभेति अस्मात् इति भीमः. बिभेति अस्मात् इति भीमः. बिभेति इति क्रियापदं कस्मिन् गणे अस्ति? बिभेति जुहोच्चादिगणे अस्ति मान्ये भगिनि. उत्तमम्. भी धातोः रूपमेव बिभेति. बिभेति अस्मात् इति भीमः. अपि च दुर्योधनः इति पदमस्ति, तत्र दुष्करं योधनं येन सह अथवा दुष्करं योद्धुं येन सह इति विग्रहवाक्यं वक्तव्यं भवति. अत्र प्रहृतवान् इति पदम् उक्तवती. प्रहृतवान् इति पदं भीमः इत्यस्य विशेषणं भवति खलु. क्तवत्वन्तरूपाणि कर्तृपदविशेषणानि भवन्ति. क्तवत् प्रत्ययः कर्त्रर्थकप्रत्ययः, भूतकालार्थप्रत्ययः, कर्तारं बोधयति क्तवत् प्रत्ययः खलु. त्रिषु लिङ्गेषु रूपाणि वदतु. प्रहृतवान् प्रहृतवती. उत्तमम्. अस्मिन् वाक्ये कर्तृपदं किं, कर्मपदं किम्? भीमः कर्तृपदमस्ति, दुर्योधनं कर्मपदमस्ति, प्रहृतवान् भीमस्य विशेषणमस्ति, भीमपदस्य विशेषणमस्ति. उत्तमम्. अत्र उपकरणं करणं गदया. उत्तमम्. तृतीयाविभक्तेः कृते एकं सूत्रमस्ति, कर्तृकरणयोः तृतीया. कर्तृकरणयोः तृतीया इति सूत्रेण तृतीयाविभक्तिः भवति. गदया इति पदं तृतीयान्तं पदमस्ति. तृतीयान्तं पदं करणकारकं, तृतीयाविभक्तिः करणकारकं. भीमः इति कर्तृकारकं, कर्मकारकं. कर्मणि द्वितीया इति सूत्रमस्ति. कर्मणि द्वितीया सूत्रेण दुर्योधनः कर्मपदं भवति. अग्रे करोतु. वदतु. प्रहृतवान् इति क्रिया इव अपि कार्यं करोति न? इव केवलं, हा केवलं विशेषणं नास्ति न, अत्र तु क्रिया इव कार्यं करोति न? उत्तमम्. इव इव कार्यं करोति. तस्मिन् प्रसङ्गे वदतु. तथा अहं तद् विशेषणरूपेण अपि कार्यं करोति, क्रियारूपेण अपि कार्यं करोति. अतः अत्र वयम् एतत् एषा क्रिया इति वदामः वा विशेषणम् इति वदामः? कृदन्तपदानि क्रियापदम् इव कार्यं कुर्वन्ति, किन्तु कृदन्तपदानि कृदन्तानि एव, तिङन्तानि तिङन्तानि एव. अस्मिन् वाक्ये प्रहृतवान् इति पदं क्रियापदम् इव कार्यं करोति, किन्तु क्रियापदं नास्ति. एकतिङ् वाक्यम् इति एकं प्रसिद्धं वाक्यम् अस्ति. एकतिङ् वाक्यम् इति प्रसिद्धम् अस्ति. अत्र भीमः दुर्योधनं गदया प्रहृतवान् अस्ति इति वा? अध्याहर्तव्यं. विवक्षानुगुणम् अस्ति अथवा आसीत् इत्यादीनि पदानि अध्याहर्तुं शक्नुमः. इदं पदं तु कृदन्तपदं, धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तपदं सिद्ध्यति, किन्तु अस्मिन् वाक्ये तु क्रियापदम् इव कार्यं करोति. इदानीं गोमती भगिनी भवती एव पठतु अग्रिमं वाक्यं. द्वितीयं वाक्यं, कृष्णः गीताम् उपदिष्टवान्. उपयोगः दिश् धातु, अत्र तावतु योजयित्वा उपदिष्टवान् इति भवति. कृष्णः कर्ता प्रथमा विभक्तौ अस्ति. गीतां कर्मपदं, गीता इति स्त्रीलिङ्गरूपं. गीतायाः गीताम् इति द्वितीया विभक्ति, प्रथमा वचन एकवचनं. कृष्णः अकारान्त पुल्लिङ्गपदम्. उप इति उपसर्गं. दिशु धातु उदादिगणीयधातुः अस्ति भगिनि. तुदादिगणे दिशति, दिशते उभयपदी अस्ति, तद् तुदादिगणे अस्ति. दिशति इति लट् रूपं, तत्र तवतु रूपम् उपदिष्टवान् इति भवति. तत्र एकं सूत्रं कार्यं करोति. दृश्च भ्रश्च तदेव वा? व्रश्च भ्रश्च सृज, तद् सूत्रं कार्यं करोति. भ्रश्च भ्रश्ज सृज मृज यज राज भ्राज छशां शः. एतत् शकारान्तशब्दः अस्ति. शकारस्य षकारः भवति. दिश् योगः तवतु इति भवति. तत्र षकारः अनन्तरं तकारः ष्टुनाष्टुः इति सन्धिकार्यं भूत्वा तकारस्य टकारः भवति. दिष्टा इति भवति. अतः उपदिष्टवान् उपदिष्टवती इति त्रीणि रूपाणि. उत्तमं भगिनि, उत्तमरीत्या उक्तवती. अत्र गीता इति आकारान्तपदमस्ति. गीता गीते गीताः, गीतां गीते गीताः इति रूपाणि भवन्ति. अत्र आकारान्तस्त्रीलिङ्गपदमस्ति. गीता इति पदस्य प्रसङ्गे इतोपि चिन्तयामश्चेत् अत्र धातुः गै अस्ति. वदतु भगिनि. गै अस्ति, तत्रापि एकं सूत्रमस्ति. गै ऐकारान्तस्य किमपि भवति, स्पेशल् सूत्रमस्ति, अहम् अपि न विस्मरामि भगिनि. चिन्ता मास्तु. किं भवति इत्युक्ते, गै इति एजन्तधातुः अथवा ऐकारान्तधातुः. गै धातोः रूपमेव गायति, किन्तु अत्र गीता इति रूपं दत्तमस्ति. गै धातोः प्रसङ्गे ऐकारान्तधातुः अस्ति इति कारणतः तत्र आदेच उपदेशे अशिति, आदेच उपदेशे शिति इति एकं सूत्रमस्ति. तत् सूत्रं किं वदति इत्युक्ते, उपदेशे इत्युक्ते उपदेशावस्थायां ये ये धातवः एजन्ताः सन्ति, एच् प्रत्याहारस्थवर्णः अन्ते अस्ति चेत्, एजन्तधातवः उपदेशावस्थायां ये ये सन्ति ते धातवः अशित् प्रत्यये परे, अशिति सूत्रे उक्तमस्ति, अशित् प्रत्यये परे आकारान्ताः भवन्ति इति सूत्रं वदति. तेन गै गा भवति, ध्यै ध्या भवति. तस्मात् परम् एकम् अन्यत् सूत्रमपि अत्र अपेक्षितं, घूमास्था गापा जहाति साम् हली सूत्रमस्ति. घूमास्था गापा जहाति साम् हली इति सूत्रेण गै धातोः प्रसङ्गे ईकारः आयाति, तेन गा गी भवति. एतत् सूत्रद्वयम् आवश्यकम् अत्र. गी भवति, तदनन्तरं कार्यं किम् अत्र, क्ताप्रत्ययान्तरूपं. वयं क्तवत्वन्तरूपाणां चिन्तनं कुर्वन्तः स्मः, किन्तु अत्र गीता इति पदं क्तान्तरूपं. तेन स्त्रीलिङ्गे गीता इति रूपं भवति, पुंलिङ्गे गीतः, त्रीणि रूपाणि क्तान्तरूपाणि भवितुमर्हन्ति, किन्तु अत्र स्त्रीलिङ्गे उक्तमस्ति. अपि च उपदिष्टवान् इति पदस्य प्रसङ्गे भगिनी उक्तवती एव, दिश् धातुः इगन्तधातुः, पुगन्तलघुपदस्य च कार्यं भवितुमर्हति, किन्तु तुदादिगणे अस्ति इति कारणतः गुणकार्यम् अभूत् वा. दौ सूत्रे अपि पुनः वदतु कृपया. आदेच उपदेशे अशिति. एकं किमर्थम् अशिति इति उक्तवती इत्युक्ते, तत्र सन्धिकार्यं भूत्वा पूर्वरूपादेशः भवति इति कृत्वा आदेच उपदेशे शिति एव वक्तव्यम्. यत्र यत्र पूर्वरूपसन्धिः भवति तत्र सन्धिं कृत्वा वक्तुमिच्छामश्चेत् आदेच उपदेशे शिति इति वक्तव्यं. तत्र सन्धिकार्यमस्ति, अस्माकम् अवगमनार्थं किञ्चित् भिन्नरीत्या उक्तवती अहम्. अशिति इति स्पष्टतया किमर्थम् उक्तवती इत्युक्ते, अशित् प्रत्यये परे एव एतादृशं कार्यं भवति इति अस्माकम् अवगमनं भवेत्. प्रथमं सूत्रं तत् सूत्रं. द्वितीयमस्ति घूमास्था गाप जहाति साम्हली. घू इति संज्ञा अस्ति. मा इत्युक्ते मा धातोः प्रसङ्गे, स्था धातोः प्रसङ्गे, गा धातोः प्रसङ्गे, पा इत्युक्ते तस्मिन् सूत्रे केचन धातवः दत्ताः, तेषां प्रसङ्गे एव ईत्वं भवति, ईकारादेशः भवति इति कृत्वा गा गी भवति, तेन गीता. कृष्णः इति पदमस्ति खलु, तत्र ऊहां कृत्वा गोमती भगिनी वदतु. कर्षति इति कृष्णः, कर्षति इति उक्तवती खलु, कर्षति इति क्रियापदं कस्मिन् गणे भवितुमर्हति? कर्षति इति भ्वादिगणे अस्ति. उत्तमं. कर्ष अशप्ति कर्षति इति भवति. कृष् इति धातुः अस्ति, कृष् धातुतः कर्ष, कर्षयोगः आयोगः ति कर्षति इति रूपम् अस्ति. कृष् धातुतः एकः विशिष्टप्रत्ययः अस्ति तत्र, सम्यक् न जानामि, नक् इति प्रत्ययः अस्ति इति मया दृष्टं. तेन कृष्णः इति पुंलिङ्गपदं सिद्ध्यति. कृष्णः गीताम् उपदिष्टवान्. उपदिष्टवान् प्रसङ्गे सूत्रद्वयम् अपेक्षितं, भ्रश्च भ्रश्च इति एकं दीर्घं सूत्रं. उत्तमं. तत् सूत्रम् अपि च ष्टुनाष्टुः इति सूत्रद्वयम् अपेक्षितं, तेन उपदिष्टवान् इति रूपं साधयितुं शक्नुमः. त्रिषु लिङ्गेषु अस्य रूपाणि भवन्ति इति भगिनी उक्तवती एव. साधु भगिनी उत्तमरीत्या कृतवती. वासुदेवन् महोदय भवान् करोतु. अर्जुनः हृदोपस्थे उपविष्टवान्. अर्जुनः प्रथम एकवचनं, हृदोपस्थे सप्तमी एकवचनं, हृदोपस्थे हृदोपस्थः इति पदं, तस्य सप्तमी एकवचनं हृदोपस्थे उपविष्टवान् इति तवद् रूपम्. उपविष्टवत् पूर्वं यदा गोमती भगिनी उक्तवती तदा एव अत्रापि उपविष्टवान् उपविष्टवान्। त्रिषु लिङ्गेषु वदतु। उपविष्टवत्, उपविष्टवान्, उपविष्टवती, उपविष्टवती। पूर्वं दिश् धातोः प्रसङ्गे भगिनी उक्तवती, भवान् विश् धातोः प्रसङ्गे वदतु। अहं सम्यक् वक्तुं न शक्नोमि। चिन्ता मास्तु, इदानीम् अत्र का वक्तुमिच्छति तदेव कार्यं। शोभा भगिनी, प्रयत्नं करोति वा? आं भगिनी, प्रयत्नं करोमि। तत्रापि यथा दिश् धातोः कृते अभवत्, विष् धातोः तालव्यशकारस्य मूर्धन्यशकारः एतेन सूत्रेण भवति। तत्र वृश्च, भ्रश्च, सृज, मृज, यज इति दीर्घः सूत्रमस्ति, दीर्घं सूत्रं। तेन विष् इत्यस्य शकार मूर्धन्यशकारः आगच्छति इति मन्ये। तत्र उपयोगः अधुना विश् विश् इति भवति, उपविष्टवान् इति भवति। तत्र तवतु प्रत्ययः परम् आगच्छति। तत्र स्तोः ष्टुना ष्टुः इत्यनेन तकारस्य टकारः भवति, अतः अन्तिमरूपम् उपविष्टवान् इति भवति। उत्तमं, तदेव। तालव्यशकारान्तधातवः, एते धातवः तालव्यशकारान्तधातवः, विश् विशति, दिश् दिशति। तत्र उपदिष्टवान्, उपविष्टवान् इत्यादीनि रूपाणि सिद्ध्यन्ति। अत्र रथोपस्थः इति महोदयेन उक्तमस्ति, रथस्य उपस्थः इति विग्रहवाक्यं वक्तव्यं भवति। रथस्य उपस्थः षष्ठी तत्पुरुषसमासः अस्ति। उपस्थः इत्युक्ते मिडिल् पार्ट् आफ् इट्। रथोपस्थः इत्युक्ते सीट् आफ् द चारियट्। किन्तु गीताश्लोके रथोपस्थ उपाविशत् इति वाक्यमस्ति। पदविच्छेदं कुर्मः चेत् रथोपस्थ उपाविशत् इति रूपमस्ति। किन्तु अर्थः कः? रथोपस्थे उपाविशत् सप्तमी विभक्त्यन्तं रूपं तत्र अस्ति। श्लोके कथं लिखितमस्ति? रथोपस्थ उपाविशत् इति लिखितमस्ति। तदर्थं कारणमस्ति, तदर्थं सन्धिद्वयं करणीयं। तत्र सन्धिद्वयं वक्तव्यं, तेन एव रथोपस्थ उपाविशत् इति रूपं सिद्ध्यति। भवन्तः सर्वे यदा स्वरसन्धीनां प्रसङ्गे पठितवन्तः, तस्मिन् प्रसङ्गे इदं रूपम् आयाति। कोऽपि स्मारयति वा? गोमती भगिनी वदतु। वदामि भगिनि, रथोपस्थे उपविष्टवान्। तत्र एकारान्तमस्ति, अनन्तरम् उकारः अस्ति, एचो अयवायावः कार्यं करोति। ततः रथोपस्थय उपस्थयुपविष्टवान् इति भवति। अनन्तरं लोपः शाकल्यस्य इति सूत्रेण यकारस्य वकारस्य लोपः भवति। अत्र यकारः अस्ति, तो वा लोपः शाकल्यस्य इति सूत्रेण तस्य लोपः भवति, नो चेत् तदेव पदं भवति। अतः रथोपस्थ उपविष्टवान्, विकल्पेन रथोपस्थे उपविष्टवान्, रूपद्वयं भवति। उत्तमं, तदेव श्रोतुमिच्छामि। तत्र सन्धिद्वयम् आवश्यकं। श्लोके तु रथोपस्थ उपाविशत्, वाक्ये तु सन्धिकार्यम् अस्माकं विवक्षानुगुणं भवति। अत्र सन्धिकार्यम् अकृत्वा वाक्यं लिखितमस्ति, रथोपस्थे उपविष्टवान् इति रूपं लिखितमस्ति। किन्तु विवक्षानुगुणं सन्धिं कृत्वा वक्तुमिच्छामश्चेत् रथोपस्थ उपविष्टवान् रूपमपि साधु एव। यथा भगिन्या उक्तम्, आदौ यचोयवायावः सूत्रेण यान्तवान्तादेशसन्धिः भूत्वा ऐ केवलम् अकारः, यकारः आदेशः भवति, वर्णद्वयम् ऐ आदेशः भवति एकारस्य स्थाने। तत्र रथोपस्थै उपाविशत् रूपमस्ति, विकल्पेन यकारलोपः भवति। लोपः शाकल्यस्य इति सूत्रेण, पश्यन्तु शाकल्यस्य इत्युक्ते वैयाकरणः अस्ति शाकल्यः नाम्ना। तदर्थमेव यत्र यत्र सूत्रे नाम दत्तमस्ति तत्र विकल्पेन रूपं सिद्ध्यति इति अर्थः। विकल्पेन तत्र यकारलोपः भवति, यकारलोपः भवति चेत् एकं रूपं, नो चेत् अन्यत् रूपं। यकारलोपः भवति चेदेव रथोपस्थ उपविष्टवान् इति अपि भवितुम् अर्हति तत्र. अर्जुनस्य विशेषणमेव उपविष्टवान्. विशुधातुः सकर्मकः एव. विशति गृहं प्रविशति, तत्र गृहम् इति कर्मपदमस्ति. विशुधातोः प्रसङ्गे प्रविशति तत्र सकर्मकधातुः, किन्तु उप उपसर्गस्य योजनेन विशुधातुः अकर्मकः भवति इति कृत्वा अर्जुनः रथोपस्थे उपाविशत्. उपाविशत् इत्यत्र कर्मपदं नास्ति, कर्मपदं न सम्भवति उपविशति इत्यत्र. केवलं तत्र सप्तमीरूपमेव योजयितुं शक्नुमः. उप उपसर्गपूर्वकः विश् धातुः अकर्मकः भवति. इदानीम् अत्र सूर्यकुमारी भगिनी भवती करोतु. इतोपि एकः विषयः ज्ञातव्यः. रथोपस्थ उपाविशत् इति उक्तवती. तत्र रथोपस्थ इत्यत्र अकारः अस्ति, उपाविशत् तत्र ऊकारः अस्ति. तत्र गुणसन्धिः किमर्थं न भवति? त्रिपाद्यं प्रथमसूत्रं वर्तते. उत्तमं, तदेव. तत्र सिद्धम् इत्यनेन न भवति किल? पूर्वत्रासिद्धम् इति सूत्रेण गुणसन्धिकार्यं बाधितं न भवति. अन्ते यद्रूपं दत्तमस्ति रथोपस्थ उपाविशत्, तत्र पुनः सन्धिकार्यं न भवति. पूर्वत्रासिद्धम् इति सूत्रेण गुणकार्यं बाधितम्, आद्गुणः इत्यस्य कार्यं न भवति. इदानीं पठतु. मूढाः देवं मानवम् अवयोगः ज्ञा अवज्ञातवान्. एकवचने किमर्थम् उक्तवती? अवज्ञातवन्तः. क्षम्यतां, मूढाः बहुवचनं. मानवं देवं मानवम् अवज्ञातवन्तः. उत्तमम्. अत्र मूढाः इति पदमस्ति, तस्मिन् प्रसङ्गे वदतु. मूढाः न जानामि भगिनि. भवती यद् जानाति तदेव वदतु. लिङ्गं वदतु, वचनं वदतु. मूढः अकारान्तपुल्लिङ्गः. मूढाः प्रथमाविभक्ति बहुवचनम्. मूढः मूर्खत्वम् अस्ति चेत् मूढः. उत्तमं, तदेव. मूर्खः, मूढः इत्युक्ते मूर्खः. भवती जानाति एव मुह् इति धातुः अस्ति. मुह् धातुः दिवादिगणे अस्ति. दिवादिगणे अस्ति इति कृत्वा मुह्यति. तत्र मुह् धातुतः श्यन् योजनेन किं भवति? तत्र मुह् धातुः हकारान्तधातुः. मुह्यति लट्लकाररूपम् अस्ति, दिवादिगणे अस्ति. किन्तु अत्र मूढ इति पदं मुह् धातोः रूपमेव. तत्र वदतु. किञ्चित् अहं वदामि. मुह् धातोः रूपमेव मूढ इति क्तान्तरूपम्. मुह् धातुतः क्तान्तरूपद्वयं सिद्ध्यति. मुग्ध इति एकं रूपं, मूढ इति अन्यत् रूपं सिद्ध्यति. मूढ इति रूपं साधयितुं पञ्चसूत्राणि आवश्यकानि. होढः, झषस्थथोर्धोधः, ष्ठुनाष्ठुः, ढोढेलोपः, ढ्रलोपे पूर्वस्य दीर्घोणः इति पञ्चसूत्राणि आवश्यकानि मूढः इति पदं साधयितुम्. मूढः इत्युक्ते यस्मिन् मोहः अस्ति सः मूढः. मोहः भवती जानाति खलु, यस्मिन् पुरुषे मोहः अस्ति. वदतु. मोहः इच्छा अस्ति. इतोपि किं वक्तव्यं मोहः इत्यस्मिन् प्रसङ्गे? कोऽपि वदतु. मुह् धातोः रूपमेव, घञन्तरूपं. मोहः, यस्मिन् मोहः अस्ति सः मूढः. यथा भवत्या उक्तं मूर्खः इति वक्तुं शक्यते. तत्र मूढः इति एकं रूपम् अस्ति, मुग्ध इति रूपमपि अस्ति. अहं किम् उक्तवती? विकल्पेन, विकल्पेन रूपद्वयं सिद्ध्यति. तत्र एकं विशिष्टं सूत्रमस्ति. मुग्ध इति रूपं साधयितुं वा दृह मुह श्नुह स्नेहाम्. पुनः वदामि, वा द्रुह मुह श्नुह श्निहाम्। तत्र सूत्रे एव वा इति लिखितमस्ति, वा इत्युक्ते विकल्पेन अन्यत् रूपम् अस्ति, इत्युक्ते विकल्पेन तत् कार्यं भवति, वा द्रुह मुह श्नुह श्निहाम्। सूत्रे एव मुह इति लिखितमस्ति, इत्युक्ते तत् सूत्रं मुह् धातोः प्रसङ्गे कार्यं करोति इति अर्थः। कार्यं किम् इत्युक्ते मुह् धातोः प्रसङ्गे अन्ते यः हकारः अस्ति सः हकारः वा द्रुह मुह श्नुह श्निहाम् सूत्रेण घकारः आयाति, हकारस्य स्थाने घकारः आयाति तत्र। तत्पश्चात् झषस्तथोर्धोदः झलां झषि इत्यादीनां सूत्राणाम् आधारेण मुग्ध इति रूपमपि भवति। तत्र घकारादेशः भवति चेत् मुग्धरूपं, घकारादेशः विकल्पेन भवति अन्यस्मिन् पक्षे मूढ इति रूपं। यथा भगिन्या उक्तम्, अस्मिन् वाक्ये अवज्ञातवन्तः इति पदं क्रियापदम् इव कार्यं करोति। ज्ञाधातोः लट् रूपं किं भगिनि? जानन्ति। उत्तमं। तत्र ज्ञाजनोर्जा इति सूत्रेण जानाति इति भवति। ज्ञाधातोः रूपमेव जानाति, जानाति इति क्रयादिगणे अस्ति खलु? अस्ति। अपि च अवज्ञातवन्तः इति पुंलिङ्गे उक्तवती, त्रिषु लिङ्गेषु वदतु। अवज्ञातम्, अवज्ञातवती, अवज्ञातवान्। पुनः अवज्ञातम्, अवज्ञानम्। अवज्ञातम् इति कथनेन तत्र क्तान्तरूपमस्ति, किन्तु अहं किं पृष्टवती, क्तवत्वन्तरूपं पृष्टवती। अवज्ञातवत् अवज्ञातवत् अवज्ञातवती अवज्ञातवान्। उत्तमम्। अवज्ञातवन्तः इत्युक्ते किम्? अवज्ञातवन्तः जानाति न अवज्ञातवन्तः। पुनः वाक्यं पठतु। मूढः एवं मानवम् अवज्ञातवन्तः, मानवम् अवज्ञातवन्तः। कम्? मूढः देवं। देवं पुनः वदतु, अत्र वाक्यं पुनः एकवारं वदतु। मूढः देवं मानवम् अवज्ञातवन्तः। अस्मिन् वाक्ये कर्मपदद्वयं किमर्थम्? देवं मानवं, मानवमपि देवम् अपि मानवमपि। न शृणोतु भगिनि, दर्शना भगिनि अस्मिन् प्रसङ्गे किञ्चित् वदतु। मूढाः देवं मानवम् अवज्ञातवन्तः इति वाक्यं दृष्ट्वा किञ्चित् वदतु। अत्र मूढाः देवं मानवम् मानवम् इव अवज्ञातवन्तः इति, देवः एव मानवः इति चिन्तितवन्तः इति। उत्तमम्। तत्र मूढाः किं कुर्वन्ति? देवस्य अपमाननं कुर्वन्ति। कथं? देवं मानवः इव चिन्तयन्ति इति अत्र अर्थः खलु? भगिनि अवगतम्। मानवम् एव ज्ञातवन्तः। एतत् कार्यं कैः क्रियते? कैः क्रियते? एतत् कार्यं कैः क्रियते? मूढैः। मूढैः इत्युक्ते मूढाः एवं चिन्तयन्ति खलु? भगिनि उत्तमं। देवत्वं न दृश्यते, न पश्यन्ति, देवत्वं न दृश्यते। उत्तमं, तदेव। साधु भगिनी, इदानीं दर्शना भगिनी अग्रे करोतु। तत्र अवा इति उपसर्गं नीतं किल, अवा इति उपसर्गस्य अर्थम् अधो अधो अधः अधो गति इति भवति तत्र यतोहि हीनता हा तत्र यतोहि देवस्य विषये ज्ञानं क्षीणः अधोगति अधोगत्याम् अस्ति अतः अव इति उपसर्गं योजितम् इति मन्ये किल मानवः इव चिन्तयन्ति भगिनी उक्तवती एव अत्र एवं रीत्या अपमाननं कुर्वन्ति इति तत्र मम चिन्तनं तत्र ज्ञानस्य विषये एव एरर् अस्ति इति अतः अव इति उपयोगं कृतवन्तः वा इति अहं चिन्तितवती मूढाः इति तदर्थमेव तत्र मूढाः इति अस्ति अपि च अवगमनम् अपि सम्यक् नास्ति उत्तमम् अतः अव इति अवतरति इति अव इत्युक्ते अधोगति इति भवति अपि च मूढः मुह् इति धातुतः इति आगच्छति यस्मिन् मोहः अस्ति सः मूढः इति भवती उक्तवती इत्युक्ते तत्र मोहः इत्युक्ते वास्तविकत्वस्य किं सम्यक् अवगमनं सम्यक् नास्ति इति परिज्ञानम् धन्यवादः परिज्ञानं सम्यक् नास्ति ज्ञानं सम्यक् नास्ति इति भवति किल भगिनि उत्तमं भूमा भगिनी वदतु यस्मिन् मोहः अस्ति सः मूढः सः एवं चिन्तयति इतोपि वदतु मोहः संसारे किमपि दुष्कृतं किमपि बाधकत्वम् अस्ति चेत् मूढाः तदेव सत्यम् इति भ्रमं करोति न मूढः तदेव मोहत्वं जायते मूढशब्दात् एव मूढत्वं प्रत्ययस्य योजनेन तद्धित प्रत्ययान्तपदं मूढत्वं मूढता इति तल् प्रत्ययान्तरूपं मौढ्यम् इति रूपमपि साधयितुं शक्नुमः तद्धितान्तपदमस्ति मूढशब्दात् मौढ्यं दार्ढ्यम् इव अत्र मूढशब्दात् मौढ्यम् इदं वाक्यं बहु उत्तमं खलु गीताञ्जलिभगिनी भवती वदतु भगवान् योगं प्रायोगः तत्र योगः ब्रूधातु किञ्चित् विशिष्ट अस्ति इति मन्ये अदादिगणे अस्ति किन्तु तवतु रूपं प्रवुक्तवान् वा सन्धिं करोतु सन्धिं कृत्वा वदतु हा इत्युक्ते ब्रू तिष्ठति किमुक्तवती उक्तवान् इति उक्तवती तत्र प्रा उपसर्गः अस्ति प्रायोगः उक्तवान् अयोगः उ प्रोक्तवान् इति समीचीनं भगिनि साधु ओ अस्तु अस्तु प्रोक्तवान् इत्युक्ते सूत्र एकं विशिष्टसूत्रमस्ति तत्र स्मरामि किन्तु चिन्ता मास्तु अत्र गोमती भगिनी भवती वक्तुम् इच्छति वा न जानामि भगिनि अहं ब्रुवो बचि बचिः इति इत्युक्ते इति सूत्रं ब्रू विषये एव अस्ति ब्रुवो वचिः इत्युक्ते ब्रू धातु वच् इव कार्यं रूपं स्वीकरोति इत्युक्ते भवति तदेव वच् वचि सप्तमी अस्ति किन्तु वचि रूपं स्वीकरोति इति तेन प्रोक्तवान् इति भवति उत्तमम् अत्र वच् भवति चेत् सम्प्रसारणं भवति न उत्तमम् तत्र किं वक्तव्यं यथा गीताञ्जलिभगिन्या उक्तम् अस्ति अत्र ब्रू धातुः अदादिगणे अस्ति ब्रूते ब्रवीति इति रूपद्वयं सिद्ध्यति किन्तु ब्रू धातोः प्रसङ्गे ब्रुवो वचिः इति सूत्रमस्ति ब्रुवोवचिः इति सूत्रं पश्यामश्चेत् किमपि अवगन्तुं न शक्नुमः. तत्र अनुवृत्तयः काः? आर्धधातुकप्रत्यये परे इति तत्र अनुवृत्तिं दृष्ट्वा अवगन्तुं शक्नुमः. आर्धधातुकप्रत्यये परे ब्रूधातोः प्रसङ्गे वच् आदेशः भवति इति सूत्रं वदति. ब्रूधातुतः आर्धधातुकप्रत्यये परे वच् आदेशः. अत्र तवत् प्रत्ययः आर्धधातुकः. तत्र तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकः नास्ति. आर्धधातुकं शेषः इति सूत्रेण तवत् प्रत्ययः आर्धधातुकसंज्ञकः इति प्रथमः विषयः. ब्रूधातुतः तवत् योजनेन वच् आदेशः भवति इति प्रथमं कार्यं. पश्चात् सम्प्रसारणकार्यं भवति. वच् आदेशः भवति किन्तु रूपम् उक्तवान्. गोमती भगिनी इदानीं वदतु. सम्प्रसारणं भवति, अनन्तरं वकारस्य स्थाने उकारः आयाति, उच् योगः तत्र अत्र चिन्ता मास्तु भगिनि, केवलं वारं अभ्यासं करोति चेदेव स्मरणे भवति. वच् इति रूपं ब्रुवोवचिः इति सूत्रेण वच् इति रूपं तत्र आयाति. वच् धातुतः उक्त इति रूपं साधनीयं. वच् उक्त कथं भवति? एकं संज्ञासूत्रमस्ति, इगियणः सम्प्रसारणम्. सम्प्रसारणं नाम किम् इति वदति इगियणः सम्प्रसारणं. वचिस्वपि यजादीनां खिति इति एकं सूत्रमस्ति. वचिस्वपि यजादीनां खिति इति सूत्रे उक्तमस्ति. वचि इत्युक्ते वच् धातोः प्रसङ्गे, किति कित् प्रत्यये परे सम्प्रसारणं भूत्वा वकारस्य स्थाने उकारः आयाति इति अर्थः. तत्र वकारस्य स्थाने उकारः वचिस्वपि यजादीनां किति सूत्रेण आयाति. पश्चात् सम्प्रसारणाच्च इति सूत्रेण वा इति कथनेन वकारः अकारः तत्र वर्णद्वयमस्ति. वकारस्य स्थाने एव उकारः आगतः, किन्तु तत्र अकारस्य का गतिः इति प्रश्नः अस्ति. उकार अकारयोः सन्धिकार्यं भूत्वा पूर्वरूपादेशः भवति इति सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भवति. तत्र पूर्वरूपं नाम किम्? उकार अकारयोः स्थाने तत्र केवलम् उकारः एव आयाति, उकारः एव तिष्ठति. तदनन्तरं चोहोकुः कार्यमस्ति, तेन उक्त इति रूपं सिध्यति. यण्सन्धेः विरुद्धं कार्यं सम्प्रसारणेन भवति. पश्यन्तु, ब्रुवोवचिः इति सूत्रम् आर्धधातुकप्रत्यये परे एव भवति. तत्र वच् धातुः पश्यामश्चेत् वच् धातोः लृट्लकाररूपं वक्ष्यति, ब्रूधातोः रूपमपि वक्ष्यति एव. इत्युक्ते लृट्लकारः आर्धधातुकलकारः, लृट्लकारः आर्धधातुकः इति कृत्वा वच् धातोः भविष्यत्कालरूपं वक्ष्यति, ब्रूधातोः भविष्यत्कालरूपमपि वक्ष्यति एव. अत्र वाक्यं भगवान् योगं प्रोक्तवान् इति उक्तवती. भगवान् शब्दस्य प्रसङ्गे वदतु गीताञ्जलि भगिनि. भगवान् इति मतुप् प्रत्ययान्तरूपम् अस्ति. भग भग इति अस्ति, भगयोगः मतुप् इति मन्ये भगिनि. भगयोगः मतुप् इत्युक्ते भगवान्, तदनन्तरं सर्वाणि रूपाणि अपि भवन्ति एव इति मन्ये भगिनि. भगवत् इति प्रातिपदिकमस्ति, प्रातिपदिकं भगवत् भूत्वा भगवान् इति प्रथमविभक्ति एकवचनरूपम् आयाति. प्रातिपदिकं भग स्त्रीलिङ्गम् अस्ति चेत् भगवती, अपि च पुंलिङ्गम् अपि भगवती इति रूपं निष्पन्नं भवति प्रातिपदिकं. भगवान् भगवन्तौ भगवन्तः पुंलिङ्गे रूपाणि कथं भवन्ति? भगवान् भगवन्तौ भगवान् भगवन्तौ भगवन्तः, किन्तु ते तु प्रातिपदिकं नास्ति. प्रातिपदिकं तु भगवत् एव पुंलिङ्गे अपि नपुंसकलिङ्गे इति मन्ये भगिनि. भगवान् भगवन्तौ भगवन्तः इति रूपाणि पुंलिङ्गे भवन्ति इति साधु. स्त्रीलिङ्गे भगवती इति रूपमपि साधु एव. नपुंसकलिङ्गे अपि नपुंसकलिङ्गे भगवत् प्रातिपदिकम् अस्ति चेत् भगवत् भगवती भगवन्ति भगवत् भगवती भगवन्ति इति भगिनी नपुंसकलिङ्गे भगवन्ती भगवन्ति इति भगवद् दकार अपि इति अन्ततो गत्वा गुणवान् इति पुंलिङ्गे भवति, गुणवती स्त्रीलिङ्गे भवति, नपुंसकलिङ्गे भवति चेत् गुणवत् प्रातिपदिकमेव तस्य प्रथमाविभक्तरूपं भवति. गुणवत् गुणवती गुणवन्ति इति मन्ये भगिनी. अत्र योगः इति पदं पुंलिङ्गपदमेव, युजिर् इति धातोः रूपमेव योगः, किन्तु कर्मपदमस्ति. धातुषु द्विकर्मकधातवः सन्ति, तेषु अन्यतमः एव वच् धातुः इति मम चिन्तनं. द्विकर्मकधातुषु अन्यतमः अयं धातुः. भगवान् योगं प्रोक्तवान्. प्रोक्तवान् इत्यत्र प्रा इति कथनेन उत्तमरीत्या प्रकृष्टेन इति वक्तुं शक्यते. शुभदा भगिनी भवती करोतु. शिष्यः गुरुं प्रयोगः नियोगः पत् तत्र तवतुवन्तरूपाणि पत् इत्यस्य तवतुवन्तरूपं तु पतितवान् इति भवति. प्रयोगः नी अस्ति चेत् प्रणिपतितवान् उत्तमं. प्रणिपतितवान् तत्र नत्वं भवति अधिकं किं वदनीयं भगिनि? साधेव यथा भगिन्या उक्तं, प्रा इति उपसर्गः अस्ति, प्रा इत्यस्मिन् रेफः अस्ति, प्रा इति उपसर्गे निमित्तम् अस्ति, प्रा इति उपसर्गात् परं नी इति अन्यः उपसर्गः अस्ति, प्रा इत्यस्मिन् निमित्तम् अस्ति. अत्र एकेन विशिष्टसूत्रेण दीर्घं सूत्रमस्ति अस्य कृते. तस्मिन् सूत्रे बहवः धातवः दत्ताः, बहुदीर्घं सूत्रमस्ति, दृष्ट्वा एव वक्तुं शक्नोमि. मम पुरतः अस्ति सूत्रं. नेर्गद नद पद पद भूमास्यति अन्ति याति वाति द्राति प्साति वपति वहति शाम्यति चिनोति वेग्धिषु च इति. अत्र बहुदीर्घसूत्रम्. नेः इत्युक्ते तत्र नीति उपसर्गः, नकारस्य दन्त्यनकारस्य स्थाने मूर्धन्यनकारः आयाति इति अर्थः. अस्मिन् सूत्रे गद नद पत इति लिखितमस्ति. इति कृत्वा पत् इति धातुः अस्ति चेत् तस्य धातोः प्रसङ्गे अपि अनेन विशिष्टसूत्रेण उपसर्गस्थात् नकारस्य मूर्धन्यनकारादेशः भवति इति पूर्वं शोभा भगिन्या उक्तमस्ति. इदं दीर्घं सूत्रं स्मर्तव्यम् अस्य कृते. सप्तमं वाक्यम् अस्ति, शुभदा भगिनी करोतु. मुनिः सायुज्यं संयोगः अवयोगः आप् तत्र तस्मात् पूर्वं प्रणिपतितवान् इति रूपम् अस्ति. पतितवान् तत्र इडागमः किमर्थमस्ति? पत् पतित भवति खलु, तत्र पतित इति भवति, परन्तु मम अभ्यासः नास्ति भगिनि इडागमविषये. चिन्ता मास्तु, केवलम् इडागमः भवति इति एव स्मर्तव्यं. तत्र धातौ आनुकूल्यमस्ति, अपि च अत्र तवतु इति प्रत्ययः इडागमयोग्यः, धातौ अपि आनुकूल्यमस्ति. धातोः परम् आर्धधातुकवलादिप्रत्ययः अस्ति इति स्पष्टतया वक्तव्यम्. अयं प्रत्ययः तवतु प्रत्ययः आर्धधातुकः, अपि च प्रत्ययस्य आदौ वल् प्रत्याहारस्थवर्णः अस्ति इति कृत्वा आर्धधातुकस्येड् वलादेः सूत्रेण इडागमः भूत्वा पतितवान् इति भवति, णत्वमपि भवति. अग्रे करोतु. भगिनी, शिष्यः इति रूपं शास् धातुतः प्राप्तं न वदतु? अहं न जानामि, शास् धातु वा शिष्यरूपस्य न जानामि. अत्र एकं स्मारितुमिच्छामि, गुरोः भावः गौरवः, गौरवं गौरवम् सामान्यतया वयं वदामः खलु गौरवं, गुरुशब्दात् एव रूपम् आगतं. गुरु इति पदं त्रिषु लिङ्गेषु भवति, एकस्मिन् अर्थे, अन्यस्मिन् अर्थे पुंलिङ्गे एव भवति. गुरुशब्दः विशेषणम् इव तस्य प्रयोगः भवति चेत् त्रिषु लिङ्गेषु वक्तुं शक्नुमः. गुर्वी इति स्त्रीलिङ्गरूपं भवति, तत्र विशेषणं गुरोः भावः गौरवं, किन्तु अत्र गुरुः इति पदस्य अर्थः भिन्नः. गुरुत्वमपि भवति भगिनि, गुरुत्वं, गुरुता, गुरुता, गुरुत्वं, गौरवम्, इमानि त्रीणि तद्धितप्रत्ययान्तपदानि गुरुप्रातिपदिकात् निर्मितानि. अग्रे करोतु. मुनिः सायुज्यं संयोगः अवयोगः आप् आप् इत्यस्य तवत्तन्तरूपम् आप्नुवन् आप्नुवान् इति भवति. तत्र मुनिः सायुज्यम् आप्नुवान् अस्तु, आप्तवान् आप्तवान् ओ क्षम्यताम् आप्तवान् संयोगः अव योगः आप्तवान् अतः समावाप्तवान् समावाप्तवान् वर्णमेलनं करोतु. संयोगः अव इति सम इति भवति, संयोगः अव क्षम्यतां संयोगः अव समव समव योगः आप्तवान् समवाप्तवान् समवाप्तवान् आदौ संयोगः अव समव आप्तवान् इत्यत्र आकारः अस्ति, तत्र सवर्णदीर्घसन्धिः भवति, तेन समवाप्तवान् इति रूपम् अस्ति. आप् धातोः रूपमेव आप्तवान्. णिजन्तुरूपं वक्तुमिच्छामश्चेत् आपितवान् समवापितवान्. पश्यन्तु अत्र अव इति उपसर्गः अस्ति, किन्तु अव नास्ति चेत् किं भवति? अव नास्ति चेत् समाप्तवान् ओ समाप्त ओके समाप्तं करणीयमिति. उत्तमं. समाप्तम् अस्मिन् प्रसङ्गे काव्यं समाप्तं, काव्यं समापितं, तयोर्मध्ये भेदः अस्ति. कथं? काव्यं समाप्तम् अथवा पाठः समाप्तः, पाठः समापितः, तयोर्मध्ये भेदः अस्ति खलु. समापितः इति निजन्त अस्ति वा भगिनि? कोऽपि समाप्तं करोति इति, शिक्षकः पाठं समाप्तं करोति, अतः शिक्षकः पाठः समापितवान्. पाठं समापितवान्, पाठः समाप्तं, परन्तु शिक्षकः समापितवान्. पाठः समाप्तः, शिक्षकः पाठं समापितवान्. संयोगः आप् धातुतः क्ताप्रत्ययस्य योजनेन समाप्तः इति पदमस्ति. पाठः समाप्तः, किन्तु पाठः समापितः केन? अध्यापकेन. अत्र अव इति उपसर्गः अपि अस्ति. मुनिः सायुज्यं समवाप्तवान्. अत्र वाक्यं पश्यन्तु, सायुज्यम् इति पदमस्ति, तस्मिन् प्रसङ्गे वदतु. सायुज्यं युज् धातु एव वा भगिनि? युजिर्धातुः न जानामि भगिनि. सायुज्यम् इति सह योगेन सह. उत्तमम्. एकत्वं परमात्मना सह एकत्वम् एव सायुज्यम् इति मुक्तिभेदः, एकविधमुक्तिः. कोऽपि वदतु अस्मिन् प्रसङ्गे, सायुज्यम् इति एकविधमुक्तिः, सारूप्यं, सालोक्यं, सायुज्यं वदतु. सालोक्यं, सारूप्यं भगवन्तस्य रूपमेव जीवात्मा प्राप्नोति. सारूप्यं, सालोक्यं द्रष्टुं सः एव दृश्यति, पश्यति, दृश्यति. वैकुण्ठे सायुज्यं, सारूप्यं, सालोक्यं, समीपे विष्णोः समीपे जीवात्मा तद्रूपम् एव दृश्यति, प्राप्नोति. तथा एव मुक्तिभेदः, सायुज्यमुक्तिः, सालोक्यमुक्तिः, सारूप्यमुक्तिः इति त्रयः मया श्रुतमस्ति. सायुज्यं इति पदं परिशीलयामश्चेत् कथं दृश्यते भगिनी? शुभदा भगिनी, ल्युडन्तरूपम् अस्ति इति अहं, सुन्दरस्य भावः सौन्दर्यम् इव अत्र सयुजः भावः सायुज्यं, सयुजः भावः, सयुजः इति षष्ट्यन्तं पदमस्ति, तत्र जकारान्तपदमस्ति चेदेव सयुजः इति षष्ट्यन्तं पदं भवितुमर्हति, जकारान्तपदमस्ति. सयुज् इति जकारान्तपदस्य प्रथमाविभक्ति एकवचनरूपं, वणिक् वणिक् इव. सयुजः भावः सायुज्यम् इदं पदमपि तथित् प्रत्ययान्तपदं, प्रातिपदिकात् श्यै इति प्रत्ययस्य योजनेन निर्मितं पदं सायुज्यं. माधुर्यम् इव, मधुरस्य भावः माधुर्यम्, एवमेव सयुजः भावः सायुज्यम्. सायुज्यम् इत्युक्ते एकत्वं. केन एकत्वं? परमात्मना सह मेलनं. मुनिः स्वयं सः प्राप्तवान्. किं प्राप्तवान्? सायुज्यं प्राप्तवान्. किन्तु प्राप्तवान् इति न लिखितमस्ति, किं लिखितमस्ति? समवाप्तवान् इति लिखितमस्ति. मुनिः सायुज्यं प्राप्तवान् इति न लिखितं, किमर्थं? कोऽपि वदतु. समवाप्तवान् श्रेष्ठत्वम् अस्ति इत्युक्ते समधिगतम् इति वदामः किल, तथा इति अहं मन्ये. सम् इत्युक्ते इतोपि उत्तमरीत्या इति अर्थः. अव इत्युक्ते क्रमे इति मन्ये. अग्रिमं वाक्यमस्ति, सुजाता भगिनी भवती करोतु. गुणाः देहिनं देहे नी उपसर्गः अस्ति, बन्द् धातु अस्ति. निबद्धवान् गुणाः. भवती पूर्वम् उक्तवती इति भाति, शोभा भगिनी भवती न कृतवती इति भाति, भवती करोतु. गुणाः देहिनं देहे, तत्र नी इति उपसर्गः, योगः बन्ध् इति धातुः, तत्र निबन्ध् निबध्नाति इति भवति, तव तु भवति चेत् निबद्धयोगः तव तु प्रत्ययः, तत्र तव तु इत्यनेन सेट् अस्ति चेत् गुणः भवितुम् अर्हति तत्र, किन्तु किमपि गुणार्हः वर्णः नास्ति. तत्र बद्धवान् इति मन्ये किल भगिनि? यदि बध्नाति भवति चेत् तत्र अनिदितां किमस्ति तत्र हल उपधाया क्निति, अनिदितां हल उपधायाः क्निति इत्यनेन नकारस्य लोपः भवति तत्र क्निति. अस्तु, तत्रापि तव तु भवति चेत् क्निति एव भवति परे, अतः तत्रापि नकारस्य लोपः भवति बन्धित्यस्य, अतः बद्ध भवति. अधुना बद्ध तव तु बद्धवान् इति तत्र बद्धवान् इति कथं भवति भगिनि? सन्धिकार्याणि सन्ति तत्र, यथा भगिन्या उक्तं, बन्धधातुः अत्र क्रियादिगणे अस्ति, क्रियादिगणे अस्ति इति कारणतः बध्नाति, बध्नीतः, बध्नन्ति इति रूपाणि भवन्ति. बन्धधातुः अस्ति, बन्धधातौ स्थितस्य नकारस्य का गतिः इति चिन्तनीयम्. क्रियादिगणे अस्ति, क्रियादिभ्यः श्ना, श्ना इति विकरणप्रत्ययः अस्ति, श्ना विकरणप्रत्ययः अपित् प्रत्ययः, अपित् अस्ति इति कारणतः गुणस्य प्रसक्तिः अस्ति किन्तु गुणकार्यं न भवति. नित्वम् अध्यारोप्यते तस्मिन् इति कृत्वा तत्रापि अनिदितां हल उपधाया क्निति इति सूत्रेण नकारस्य लोपः भूत्वा बध्नाति इति रूपं सिद्ध्यति. अत्रापि तवत् प्रत्ययः कित् प्रत्ययः, कित् प्रत्ययः अस्ति इति कारणतः नकारलोपः अनिदितां हल उपधाया क्निति इति सूत्रेण नकारस्य लोपः भूत्वा बन्ध् इत्यस्य रूपं बद्ध् भवति. बद्धयोगः तवत् इति स्थितिः तत्र अस्ति, बद्धयोगः तवत्. तत्र एकं सूत्रमस्ति झषस्तथोर्धोधः इति सूत्रेण बद्ध् इति रूपात् परं तवत् अस्ति, तवत् इत्यत्र तकारः अस्ति, तस्य तकारस्य स्थाने धकारः आयाति, झषस्तथोर्धोधः इति सूत्रेण धकारः आयाति. तदा तत्र रूपं किम् अस्ति? बद्धयोगः धा वदतु बद्धयोगः धा तत्र वर्णमेलनेन बद्ध इति भवति इतोपि अन्यत् सूत्रमस्ति अस्ति वा जलं चषसि वदतु अस्तु अस्तु तत्र बद्धयोगः त अस्ति प्रथमतया तत्र तकारस्य स्थाने धकारः झषस्ततोर्दोधः इत्यनेन तदनन्तरं बध् बध् इत्यस्य यः ध अस्ति तस्य दकारः भवति अल्पप्राणदकारः झलां झष् झषि इत्यनेन अतः बध् योगः ध इति वयं प्राप्नुमः तदनन्तरं वर्णमेलनेन एव बद्धः इति अन्तिमरूपम् उत्तमं बद्धः बद्धं बद्धा इति कृतान्तरूपाणि अस्माकं विषयः कृतवतु अस्ति इति कारणतः बद्धवत् इति प्रातिपदिकं किन्तु त्रिषु लिङ्गेषु रूपाणि बद्धवान् बद्धवती बद्धवत् इति त्रिषु लिङ्गेषु पुंलिङ्गे एव वक्तुमिच्छामश्चेत् बद्धवान् बद्धवन्तौ बद्धवन्तः बन्धधातोः रूपं बद्धवान् भवति किन्तु बुद्धधातुः अस्ति बुद्धधातोः रूपं बुद्धवान् तत्रापि एवमेव कार्यं करणीयं बुद्धवान् इति भिन्नं बद्धवान् इति भिन्नं किन्तु अत्र नकारलोपः कित् प्रत्यये परे एव भवति तदर्थमेव बन्धधातोः ल्युडन्तरूपं बन्धनम् अस्ति ल्युट् प्रत्ययः कित् नास्ति इति कारणतः तत्र नकारः यथावत् तिष्ठति तेन बन्धनम् अत्र गुणाः इति उक्तमस्ति गुणाः इत्युक्ते शोभा भगिनी वदतु गुणाः देहिनं देहे निबध्नन्ति अस्त तत्र गुणाः इत्युक्ते तत्र अर्थः एतादृशः भवति गुणाः देहिनं देहे निबध्नन्ति इत्युक्ते तत्र बन्धनं भवति देहिनम् इत्युक्ते अत्र गुणाः के गुणाः इत्युक्ते वासनाः इति भवति त्रिगुणाः इति भवन्ति किल त्रिगुणाः के तत्र सत्त्वरजस्तमस् इति ते गुणाः यः कोऽपि तिष्ठन्ति चेत् सत्त्वम् अपि तिष्ठन्ति चेत् यावत् ते गुणाः अथवा एकः गुणः अपि तिष्ठति चेत् बन्धनं तिष्ठति एव देहस्य कृते बन्धनं तिष्ठति अतः पुनः वाक्यं पश्यतु गुणाः गुणाः निबद्धवन्तः कं निबद्धवन्तः देहिनं निबद्धवन्तः देहिनं तस्मिन् प्रसङ्गे वदतु देहिनम् इत्युक्ते तत्र देहिन् इति प्रातिपदिकं यस्य देहः सः देहिन् यस्य देहः अस्ति सः देही तत्र प्रातिपदिकं प्रातिपदिकं देहिन् देही इति प्रथमविभक्तौ भवति अपि च देहिनम् इति द्वितीय कर्मपदं भवति तत्र उत्तमं गुणाः देहिनं निबद्धवन्तः कुत्र देहे एव तत्र सप्तमी विभक्ति देहे एव तं बध्नन्ति गुणाः बध्नन्ति खलु आम् आम् देहिनं बध्नन्ति कुत्र देहे बध्नन्ति तत्र मोक्षः न प्राप्तं यदि यदि देही गुणैः बद्धः भवति देही गुणैः बद्धः भवति चेत् किं प्राप्यते पुनः देहं न प्राप्नोति पुनः पुनः देहमेव प्राप्नोति साधु अत्र देहिन् इति नकारान्तपदम् अस्ति तस्य स्थाने शरीरी इति वदामि चेत् तस्य रूपाणि वदतु तत्रापि शरीरिन् इति भवति इति मन्ये शरीरी इति दीर्घ एकारः अस्ति तत्र शरीरिन् अस्ति चेत् शरीरी योगी योगिनौ योगिनः किल शरीरी शरीरिणौ शरीरिणौ शरीरिणः इति भवति इति मन्ये उत्तमम् अणत्वं भवति अणत्वं भवति तत्र आम् आम् शरीरिन् इति नकारान्तप्रातिपदिकम् अस्ति प्रथमाविभक्तिरूपं शरीरी शरीरिणौ शरीरिणः इति रूपाणि भवन्ति प्राणी अस्ति चेत् प्राणी प्राणिन् इति प्रातिपदिकं प्राणी प्राणी प्राणिनौ प्राणिनः तत्र नकारः नकारस्य प्राक् अस्ति इति कृत्वा तत्र पदस्य अन्ते नकारः न भवति एव पदान्तस्य इति सूत्रेण पदान्तस्य सूत्रेण भवति वा नो चेत् तत्र बाधकवर्णाः सन्ति तत्र नकारस्य प्राक् टवर्गीयवर्णः अनुनासिकवर्णः नकारः भवति इति कृत्वा तत्र णत्वं न भवति प्राणी प्राणिनौ प्राणिनः तत्र मूर्धन्यणकारः एव बाधकवर्णः इति कृत्वा प्राणिनः अन्ते दन्त्यनकारयुक्तं रूपम् अस्ति किन्तु तत्र पदान्तस्य इत्यस्य प्रसक्तिः नास्ति पदान्तस्य इति भगिनि रामान् इति पदस्य प्रसङ्गे पदान्तस्य कार्यमस्ति तत्र पदं प्रातिपदिकं भवति पदम् अस्ति पदान्तस्य इति भवति इति वा पदान्तस्य इति णत्वनिषेधकसूत्रं तत् सूत्रं रामान् इति पदस्य प्रसङ्गे कार्यं करोति कथं गीताञ्जलिः भगिनी वदतु नाम अस्ति चेत् इति मन्ये किन्तु स्पष्टतया कथं वदनीयम् अपि यदि एकं नाम अस्ति इति रामायण तेन णत्वं न भवति इति तत्र नाम इति प्रसङ्गः नासीत् केवलं पदान्तनकारस्य णत्वं न भवति द्वितीयविभक्ति अस्तु अहं रामायणं क्षम्यतां भगिनि भ्रमा जाता अस्तु द्वितीयविभक्ति बहुवचनरूपं पदान्तस्य वा पदान्तस्य तत्र रसाभ्यां पदान्तस्य नः नः नः इति सम्पूर्णसूत्रम् अस्ति भगिनि नो नः इति पूर्वसूत्रं तेन न भवति चेत् पदान्तस्य इति स्वीकरणीयं वा इति मन्ये अत्र विषयः रामान् इत्यस्मिन् पदे अन्ते नकारः अस्ति इत्युक्ते पदान्तनकारस्य अणत्वं न भवति इति तत्र उक्तमस्ति रामान् इत्यत्र अन्ते नकारः श्रूयते तस्मात् परं नकारात् परं किमपि नास्ति पदान्ते एव तत्र नकारः अस्ति चेत् तस्य अणत्वं न भवति इति नियमः रामान् इत्यस्मिन् पदे निमित्तमस्ति रेफः निमित्तमस्ति चेदपि दन्त्यनकारः अन्ते अस्ति इति कारणतः पदान्तस्य इति अणत्वनिषेधकसूत्रं कार्यं कृत्वा अणत्वं न भवति रामान् इत्यस्मिन् पदे वृक्षान् इति पदमस्ति इदानीं वृक्षः इति पुंलिङ्गशब्दः द्वितीयविभक्ति बहुवचनरूपं वृक्षान् तत्र वदतु वृक्षान् इति अपि तत्र प्रातिपदिकम् एव वृक्षान् इति अस्तु द्वितीयविभक्तौ भवति तत्र पदम् अस्ति अतः तत्रापि पदान्तस्य इत्यनेन नकारस्य णकारदेशः न भवति यथा रामान् इति आसीत् तथा एव रामान् इत्यस्मिन् पदे रेफः निमित्तमस्ति किन्तु वृक्षान् इत्यस्मिन् पदे तत्र वृक्षान् इति पदे ऋकारः अस्ति ककार अपि च ककारः अनन्तरं मूर्धन्यषकारः अस्ति तत्र मूर्धन्यषकारः एव निमित्तं भवति किमर्थं चेत् नकारस्य प्राक् किमपि अस्ति तत्र बहूनि निमित्तानि सन्ति चेत् नकारस्य प्राक् किमपि निमित्तम् अस्ति तदेव निमित्तं भवति अतः तत्र क्षान् इति ककार मूर्धन्यषकार योगः आकार अपि च नकार तत्र षकारस्य निमित्तेन भवितुम् अर्हति किन्तु न भवति पदान्तस्य इति निषेधकसूत्रेण णत्वम् उत्तमं तदेव अत्र बहवः विषयाः सन्ति वृक्षः इति अकारान्तपदमस्ति द्वितीयविभक्ति बहुवचनं वृक्षान् प्रार्थना एका प्रार्थना अस्ति यः कोऽपि एकं दातुं स्वीकृत्य विविधान् प्रत्ययान् योजयित्वा यानि यानि रूपाणि सृज्यन्ति तानि सर्वाणि कृपया एक अग्रिमवर्गे अग्रिमवर्गे वदति चेत् उत्तममस्ति सर्वाणि पदानि कृदन्तानि तदिदानि कृदन्तानि तदा तद् सर्वाणि अग्रिमवर्गे सर्वाणि ये यानि यानि रूपाणि सिद्ध्यन्ति तानि सर्वाणि अग्रिमवर्गेव उत्तमा सूचना एव. किन्तु चिन्तयन्तु सर्वे प्रत्येकं धातोः कति रूपाणि भवितुमर्हन्ति. शुभदा भगिनी वदतु. तत्र तु बहवः नियमाः सन्ति. धातु धातोः यदा यानि कानि धातो ये के धातवः सन्ति तस्य तेषां नियमः विद्यते. कति जनाः सन्ति? दशजनाः सन्ति अस्माकं वर्गे. दशजनाः अपि प्रत्येकं व्यक्तेः एकं धातुं स्वीकृत्य किञ्चित् चिन्तनं करवाम. किन्तु तत्र बहूनि रूपाणि भवितुमर्हन्ति. शोभा भगिनी केवलं पट्टधातुं स्वीकृत्य वदति. शोभा भगिनी वद् धातोः रूपाणि किमपि. अहम् एकं धातुं स्वीकृत्य वक्तुमिच्छामि. किन्तु तत्र बहूनि रूपाणि भवितुमर्हन्ति. महासमुद्रः एव, ओशन्. दशलकाराणि सन्ति. दशलकाराणि परस्मैपदी अस्ति चेदेव नवति रूपाणि भवन्ति. उभयपदी चेत् 90 न आवश्यकं. लकाररूपाणि न आवश्यकम्. कर्मणि रूपाणि, नीच रूपाणि, क्त्वान्तरूपाणि, लबन्तरूपाणि, कृतन्तरूपाणि, तद्रूपाणि. ओशन् महोदय, तदापि यत्र यावत् शक्यं तावत्. प्रत्ययाः तु बहवः अस्ति, बहवः सन्ति. तत्तु प्रत्ययाः अपि बहवः सन्ति. तद्धितप्रत्ययाः बहवः सन्ति. यदा भगिनी उक्तवती ओशन् अस्ति, महासमुद्रः अस्ति. गोमती भगिनी यथा उक्तवती केवलं तिङन्तरूपाणां चिन्तनमेव कर्तुमिच्छामश्चेत् तत्र अहं केवलं सार्वधातुकलकाराणां प्रसङ्गे एव ज्ञातवती एतावत्पर्यन्तम्. अर्धधातुकलकाराणां प्रसङ्गे अहं किमपि न जानामि. इत्युक्ते तत्र लुट् लकारः अस्ति, रुङ् लकारः अस्ति, एवं रीत्या दशलकाराः सन्ति. धातूनां प्रसङ्गे एव ज्ञातुमिच्छामश्चेत् दशलकाराः ज्ञातव्याः. संस्कृतभाषायां सर्वाणि पदानि धातुतः एव निर्मितानि. धातुतः भिन्नप्रत्ययानां योजनेन कृदन्तपदानि सिद्ध्यन्ति, सुबन्तानि सिद्ध्यन्ति. अवगमनार्थमेव यदि सम्पूर्णं न शक्यते चेत् अपि अल्पं किञ्चित् किञ्चित् सार्ध एकादशवादनपर्यन्तं वयं पठितवन्तः. किन्तु केवलम् अष्टवाक्यानि एव समापितवन्तः. रामशब्दात् एव रामशब्दः भवति किल. रं धातुतः रम धातुतः एव रामशब्दः. तदा रं शब्दात् यत्र कुत्र यावत् पदानि यावन्ति पदानि शक्यते तावन्ति तावन्ति. कृपया वदतु. तत्र एकं किम् आप् अस्ति धातुः इति. यदि भवान् धातुं तत्र स्थापयित्वा कृत् प्रत्ययस्य रूपाणि द्रष्टुम् इच्छति चेत् एकम् आप् अस्ति महोदय, धातुः इति. भवान् डौन्लोड् कर्तुं शक्नोति. धन्यवादः शोभा भगिनी, वि विल् डू इट्. किं भवति किं भवति इति एकम् आप् अस्ति. आप् तद् आप् सूचयितुं शक्यते वा? तद् नामं तदेव अस्ति धातुः इति. अनन्तरम् अहं दृष्ट्वा लक्ष्मीभगिनीम् ईमेल् करोमि. अग्रिमवर्गे करोतु. अहं किं दृष्टवती इत्युक्ते प्रत्येकं धातुतः 165,000 वर्ड्स्. यू केन् मेक् मोर् बट् 160,000 वर्ड्स् आर् पासिबल् बै आडिङ्ग् डिफरेण्ट् प्रत्ययास्. गणविवक्षा अपि अन्तिमं वाक्यमस्ति. गुणाः देहिनं देहे निबद्धवन्तः. प्रश्नः अस्ति तत्र, देहिनः गुणान् देहे निबद्धवन्तः इति अपि समीचीनं वा? इत्युक्ते अर्थः तु किञ्चित् किन्तु अर्थः अपि समीचीनं न भगिनी तत्र? देहिनः इत्युक्ते कर्तृपदं देहिनः गुणान् देहे निबद्धवन्तः देहिनः इति रूपं बहुत्र आयाति नकारान्तपदमस्ति इति कृत्वा किन्तु भवत्याः विवक्षा तु प्रथमाविभक्ति बहुवचनं देहिनः देहिनः गुणान् देहे निबद्धवन्तः इति अपि साधु इदं वाक्यमेव इतोपि समीचीनमस्ति गुणाः एव निबध्नन्ति देहिनः न निबद्धवन्तः गुणाः एव देहिनं निबध्नन्ति निबध्नन्ति भेदः अस्ति देहिनः कार्यं किमपि नास्ति गुणानां कार्यमेव अस्ति कार्यं तु गुणानामेव गुणैः एव देहि बध्यते गुणैः एव कार्यं देहिनः कार्यं तत्र भगिनी गुणानाम् उपरि गन्तव्यं देहिनः इति षष्ट्यन्तं पदमस्ति चेत् देहिनः गुणाः निबध्नन्ति षष्ट्यन्तम् अस्ति चेत् कस्य गुणाः निबध्नन्ति देहिनः गुणाः देहिनः गुणाः तं निबध्नन्ति